पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 118 कपिञ्चल उवाच गङ्गामुखे पुरातादरोदमाना वराङ्गना नेत्राभ्यामश्रुबिन्दूनि पदन्ति च महाजले गङ्गामध्ये निमज्जन्ति भवन्ति कमलानि च पुष्पाणि दिव्यरूपाणि सौगन्धानि महान्ति च तस्यास्ताद सुनेत्राभ्यां किमर्थं प्रपतन्ति च गङ्गोदके महाभाग निर्मला अश्रुबिन्दवः अस्ति चर्मावशेषस्तु जडाचीरधरः पुनः तानि सौगन्धयुक्तानि पद्मानि विचिनोति सः हेमवर्णानि दिव्यानि नीत्वा शिवं समर्चयेद साकानारी समाचक्ष्व सवाको हि महामदे अर्चयित्वा शिवं शोध कस्मात् पश्चात् प्रदेवदि एतन्मे सर्वमाचक्ष्व यद्यहं वल्लभस्तव कुञ्जल उवाच शृणु वत्स प्रवक्ष्यामि वृत्तान्तं देवनिर्मिदं चरित्रं सर्वपापघ्नं विष्णोश्चैव महात्मनः योऽसौ हुण्डो महावीर्यो नहुषेण हतोरणे तस्य पुत्रस्तु विख्यातो विहुण्डस्तप आस्थितः निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम् आयुपुत्रेण वीरेण नहुषेण बलीयसा तपस्तपदि संक्रोधात् देवान् हन्तुं समुद्यतः पौरुषं तस्य दुष्टस्य तपसा वर्धितस्य च जानन्ति देवताः सर्वा दुःसहं समराङ्गणे कुण्डात्मजो विहुण्डस्तु त्रैलोक्यं हन्तुमुद्यतः पितुर्वैर्यं करिष्यामि हनिष्ये मानवान् सुरान् एवं समद्यतः पापी देवब्राह्मणकण्टकः उपद्रवं समारेभे प्रजा पीडयते च सः तस्यैव तेजसा दग्धा देवाश्चेन्द्रपुरोगमाः शरणं देव देवस्य जग्मुर्विष्णोर्महात्मनः देवदेवं जगन्नाथं शङ्खचक्रगदाधरम् ऊचुश्च पाहिनो नित्यं विहुण्डस्य महाभयाद श्रीविष्णुरुवाच वर्धन्तु देवता सर्वा सुसुखेन महेश्वराः विहुण्डं नाशयिष्यामि पापिष्ठं देवकण्टकं एवमाभाष्य तान् देवान् मायां कृत्वा जनार्दनः स्वयमेव स्थितस्तत्र नन्दने सुमहायशाः मायामयं चकाराधस्त्रीरूपं च गुणान्वितं विष्णुमाया महाभागा सर्वविश्वप्रमोहिनी चकाररूपमतुलं विष्णुर्माया प्रमोहिनी विकुण्डस्य वधार्थाय रूपलावण्यशालिनी कुञ्जल उवाच स देवानां वधार्थाय दिव्यमार्गं जगामः नन्दनान्दे ततो मायामपश्यद्दिदिजेश्वरः तया विमोहितो दैत्यकामबाणकृतान्तरः आत्मनाशं न जानाति कालरूपां वरस्त्रियं तां दृष्ट्वा नव हेमाभां रूपद्रविणशालिनीं लुब्धो विहुण्ठः पापात्मा तामुवाच वराङ्गनां कासि कस्य वरारोहे मम चित्तप्रमाधिनि सङ्गमं देहि मे भद्रे रक्ष रक्ष वरानने सङ्गमास्तव देवेशि यद्यदिच्छसि साम्प्रतं तत्तद्दत्मि महाभागे दुर्लभं देवदानवैः मायोवाच मामेव भोक्तुमिच्छा चेदायं मे देहि दानव सप्तकोटिमितैश्चैव पुष्पपैपूजय शङ्करम् कामोदसम्भवैर्दिव्यैः सौगन्धैर्देवदुर्लभैः तेषां पुष्पकृतां मालां मम कण्ठे दुदानव आरोपय महाभाग ये दद्दायं प्रदेहि मे तदाहं सुप्रिया भार्या भविष्यामि न संशयः विहुण्ड उवाच एवं देवि करिष्यामि वरं दद्मि प्रयाचितं वनानि यानि पुण्यानि दिव्यानि दिदिजेश्वरः बभ्राममन्मथाविष्टो न च पश्यन्ति तं ध्रुमं कामोदकाख्यं पप्रच्छ यत्र तत्र गदस्वयं कामोदाख्यद्रुमो नास्ति वदन्त्येवं महाजनाः पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः पप्रच्छ भार्गवं गत्वा भक्त्या नमितकन्धरः कामोदकं द्रुमं ब्रूहि कान्तं पुष्पसमन्वितं शुक्र उवाच कामोदः पादपो नास्ति योषि देवास्ति दानव यदा साहसदे चैव प्रसङ्गेन प्रहर्षिता तद्धा सा जज्ञिरे दैत्य सुगन्धीनि वराण्यपि सुमान्ये तानि दिव्यानि कामोदायानसंशयः हृद्यानि पीतपुष्पाणि सौरभेण युतानि च तेनाप्येकेन पुष्पेण यः समर्चति शङ्करं तस्योप्सितं महाकामं सम्पूरयति शङ्करः अस्याश्च रोदनाद्दैत्यप्रभवन्ति न संशयः तादृशान्येव पुष्पाणि लोहितानि महान्ति च सौरभेण विना दैत्य तेषां स्पर्शं न कारयेत् एवमाकर्णितं तेन वाक्यं शुक्रस्य भाषितम् उवाच साधु कुत्रास्ति कामोदा भृगुनन्दन शुक्र उवाच गङ्गाद्वारे महापुण्ये महापादकनाशने कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा कामोदपत्तने नारी दिव्यभोगैरलङ्कृता तथा चाभरणैर्भादि सर्वदेवैः सुपूजिता त्वया तत्रैव गन्तव्यं पूजितव्या वराप्सराः उपायेनापि पुण्येन तां प्रकाशय दानव एवमुक्त्वा तु योगीन्द्र सशुक्रो दानवं प्रति विरराम महातेजा स्वकार्या योद्यतोऽभवद इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्यानेष्टादशाधिकशततमोऽध्यायः ॐ